अजातेतरस्तामुपलम्भाद्वियन्ति जातिदोषा न सेत्स्यन्ति दोषोऽपि अल्पो भविष्यति। ये च इयम् उपलम्भात् समाचाराच्च अजातेः अजातिवस्तुनः त्रसन्तः अस्ति वस्तु इति अद्वयातु आत्मनः वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्ते इत्यर्थः। तेषाम् अजातेः प्रसृतां शब्ददानान् सन्मार्गावलम्बिनां जातिदोषः जात्युपलम्बकृतदोषः न सेत्स्यन्ति सिद्धिं न उपयास्यन्ति। विवेकमार्गप्रवृत्तत्वात् यद्यपि कश्चिद्दोषस्य सोऽपि अल्प एव भविष्यति सम्यक् दर्शन अप्रतिपत्तिहेतुकः इत्यर्थः। उपलम्बात्समाचाराद् माया हस्ति यथोच्यते उपलम्बात्समाचारादस्ति वस्तु तथोच्यते। ननु उपलम्बसमाचारयोः प्रमाणत्व अस्त्येव द्वैतं वस्तु इति न उपलम्बसमाचारयोः व्यभिचारात्। कथं व्यभिचारः इति उच्यते उपलभ्यते हि माया हस्ति हस्तीव हस्तिनमिव अत्र समाचरन्ति बन्धन आरोहणादि हस्तिसम्बन्धिभिः धर्मैः। हस्तीति च उच्यते असन्नपि यथ तथैव उपलम्बातु समाचारद्वैतं भेदरूपम् अस्ति वस्तु इत्युच्यते। तस्मान्न उपलम्बसमाचारौ द्वैतवस्तु सद्भावी हेतु भवतः इत्यभिप्रायः। जात्याभासं चलाभासं वस्त्वाभासं तथैव च अजाचलम् अवस्तुत्वं विज्ञानं शान्तमद्वयम्। किं पुनः परमार्थसद्वस्तु यदास्पदा जात्यादि असद्बुद्धयः इत्यः अजातिसं जातिवदवभासति इति जात्याभासं तद्यथा देवदत्तो जायते इति चलाभासं चलमिव आभासते इति यथा स एव देवदत्तो गच्छति इति वस्त्वाभासं वस्तु द्रव्यं धर्मे तद्वदवभासति इति वस्त्वाभासं यथा स एव देवदत्तो गौरव दीर्घ इति जायते देवदत्तः स्मन्दते दीर्घो गौरः इति इयम् अवभासते। परमार्थतस्तु अजम् अचलम् अवस्तुत्वम् अद्रव्यञ्च किं तदेवं प्रकारं विज्ञानं विज्ञप्ति जात्यादिरहितत्वशान्तम् अत एव अद्वयं च तदित्यर्थः। एवं न जायते चित्तम् एवं धर्माजास्मृताः एवमेव विजानन्तो न पतन्ति विपर्यये। एवं यथोक्तेभ्यो हेतुभ्यः न जायते चित्तम् एवं धर्माः आत्मानः अजाः स्मृताः ब्रह्मविद्भिः। धर्म इति बहुवचनं देहभेदानुविधायित्वा तु अद्वयस्यैव उपचारतः। एवमेव यथोक्तं विज्ञानं जात्यादिरहितम् अद्वयम् आत्मतत्त्वं विजानन्तः त्यक्तबाह्येषणाः पुनः न पतन्ति अविद्याध्वान्तसागरे विपर्यये। तत्र कौमोहः शोकः एकत्वमनुपश्यतः इत्यादि मन्त्रवर्णः। ऋजुवक्रादिकाभासम् अलातस्पन्दितं यथा ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाः यथा हि लोके ऋजुवक्रादिप्रकाराभासम् अलातस्पन्दितम् उल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषय आभासमित्यर्थः। किं तं विज्ञानस्पन्दितं स्पन्दितमिव स्पन्दितम् अविद्यय न हि अचलस्य विज्ञानस्य स्पन्दनमस्ति अजाचलम् इति हि उक्तम्। अस्पन्दमानम् अलातम् अनाभासम् अजं यथा अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा अस्पन्दमानं स्पन्दनवर्जितं तदेव अलातं ऋजुवक्रादि आकारेण अजायमानम् अनाभासम् अजं यथा तथा अविद्यया स्पन्दमानम् अविद्या उपरमे अस्पन्दमानं जात्यादि आकारेण अनाभासम् अजम् अचलं भविष्यति इत्यर्थः। अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते। किञ्च तस्मिन्नेव अलाते स्पन्दमाने ऋजुवक्रादि आभासः अलाता तु अन्यतः कुतश्चिदागत्य अलाते नैव भवन्तीति नान्यतो भवत् न च तस्मान् निस्पन्दात्तु अलातात्तु अन्यत्र निर्गतः न च निस्पन्दम् अलातमेव प्रविशन्ति ते। न निर्गतालातात्ते द्रव्यत्वाभावयोगतः विज्ञानेऽपि तथैव स्युः आभासस्याविशेषतः। किञ्च न निर्गत अलातातो ते आभासः गृहादिव द्रव्यत्व अभावयोगतः। द्रव्यस्य भावो द्रव्यत्वं, तदभावः द्रव्यत्वाभावः। द्रव्यत्वाभावयोगतः द्रव्यत्व अभावयुक्तेः वस्तुत्व अभावादित्यर्थः। वस्तुनो हि प्रवेशादि सम्भवति न वस्तुनः। विज्ञानेऽपि जात्यादि आभासः तथैव स्युः आभासस्य अविशेषतः तुल्यत्व। विज्ञाने स्पन्दमाने वैनाभासा अन्यतो भुवः, न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते। न निर्गतास्ते विज्ञानाद्रव्यत्वाभावयोगतः कार्यकारणताभावाद्यतो चिन्त्या सदैव ते। कथं तुल्यत्वमित्यह अलातेन समानं सर्वं विज्ञानस्य, सदा अचलत्वं तु विज्ञानस्य विशेषः। जात्यादि आभासा विज्ञाने अचले किं कृता इत्यह कार्यकारणताभावात् जन्यजनकत्व अनुपत्तेः अभावरूपत्वात् अचिन्त्यः ते यतः सदैव। यथा असत्सु रुज्वादि आभासेषु रुज्वादिबुद्धिः दृष्टा अलातमात्रे, तथा असत्सु एव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिः मृषा एव इति समुदायत्तः। द्रव्यं द्रव्यस्य हेतु स्यादन्यदन्यस्य चैव हि द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते। अजम् एकम् आत्मतत्त्वमिति स्थितं, तत्र यैरपि कार्यकारणभावः कल्प्यते तेषां द्रव्यं द्रव्यस्य अन्यस्य अन्यथेतुः कारणस्य, न तु तस्यैव तत्। नापि अद्रव्यं कस्यचित् कारणं स्वतन्त्रं दृष्टं लोके, न च द्रव्यत्वं धर्माणाम् आत्मनाम् उत्पद्यते अन्यत्वं वा कुतश्चित्, येन अन्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्येत। अतः अद्रव्यत्वात् अनन्यत्वाच्च न कस्यचित् कार्यं कारणं वा आत्मा इत्यर्थः। एवं न चित्तजा धर्माः चित्तं वापि न धर्मजम्, एवं हेतुफला जातिं प्रविशन्ति मनीषिणः। एवं यथोक्तेभ्यो हेतुभ्यः आत्मविज्ञानस्वरूपमेव चित्तमिति न चित्तजाः बाह्यधर्मः नापि बाह्यधर्मजं चित्तं। विज्ञानस्वरूप आभासमातृत्वात् सर्वधर्माणाम्। एवं न हेतोः फलं जायते नापि फलाद् हेतुरिति हेतुफलयोः अजातिं हेतुफलाजातिं प्रविशन्ति अध्यवस्यन्ति। आत्मनि हेतुफलयोः अभावमेव प्रतिपद्यन्ते ब्रह्मविदः इत्यर्थः। यावद्धेतुफलावेशः तावद्धेतुफलोद्भवः, क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः। ये पुनः हेतुफलयोः अभिनिविष्टः तेषां किं स्यादिति उच्यते धर्माधर्माख्यस्य हेतोः अहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचित् प्राणिनिकायै जातो भोक्ष्ये इति। यावद्धेतुफलयोः आवेशः हेतुफलाग्रह आत्मनि अध्यारोपणं तच्चित्तता इत्यर्थः। तावद्धेतुफलयोः उद्भवः धर्माधर्मयोः तत्फलस्य च अनुच्छेदेन प्रवृत्तिः इत्यर्थः। यदा पुनः मन्त्रौषधिवीर्येणैव ग्रहावेशः यथोक्त अद्वैतदर्शनेन अविद्योद्भूत हेतुफलावेशो अपनीतो भवति तदा तस्मिन् क्षीणे नास्ति हेतुफलोद्भवः। यावद्धेतुफलावेशः संसारस्तावदायतः, क्षीणे हेतुफलावेशे संसारं न प्रपद्यते। यदि हेतुफलोद्भवः तदा को दोषः इति उच्यते यावत् सम्यक् दर्शनेन हेतुफलावेशः न निवर्तते अक्षीणः संसारः तावत् आयातः दीर्घो भवति इत्यर्थः। क्षीणे पुनः हेतुफलावेशे संसारं न प्रपद्यते कारणाभावः। संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै, सद्भावेन हि अजं सर्वम् उच्छेदस्तेन नास्ति वै। ननु अजादात्मनो अन्यन्नास्त्येव, तत्कथं हेतुफलयोः संसारस्य च उत्पत्तिविनाशो उच्यते त्वया। शृणु, संवृत्य संवरणं संवृतिः अविद्याविषयो लौकिकविवारः, तया संवृत्या जायते सर्वम्। तेन अविद्याविषये शाश्वतं नित्यं नास्ति वै, अतः उत्पत्तिविनाशलक्षणसंसारः आयतः इत्युच्यते। परमार्थसद्भावेन तु अयं सर्वम् आत्मैव यस्म, अतो जात्यभावात् उच्छेदः तेन नास्ति वै कस्यचिद् हेतुफलादेः इत्यर्थः। धर्मायैति जायन्ते जायन्ते तेन तत्त्वतः जन्ममायोपमं तेषां सा च माया न विद्यते। येऽपि आत्मानः अन्ये च धर्मा जायन्ते इति कल्प्यन्ते ते इति इयं प्रकार यथोक्ता संवृत्तिः निर्दिश्यते इति संवृत्त्या एव धर्माः जायन्ते, न ते तत्त्वतः परमार्थतः जायन्ते। यत्पुनः तत्संवृत्त्या जन्म तेषां धर्माणां यथोक्तानां यथा माया जन्म तथा तत् मायोपमं प्रत्येतव्यं। माया नाम वस्तु तर्हि नैवं, सा च माया न विद्यते। माया इति अविद्यमानस्य आख्या इत्यभिप्रायः।